अङ्गीकृतं त्वया तद्वै प्रसन्नो भूद्धरिस्तदा मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकाविमौ त्वया तदा अङ्गीकृतं वै प्रसन्नोऽभूत् हरिः तदा ततः परं हरिः प्रसन्नोऽभूत् मुक्तिं दासीं ददौ तुभ्यं दासीरूपेण मुक्तिमेव ददौ दत्तवान् तुभ्यं ज्ञानवैराग्यकौ इमौ च दत्तवान् पुत्ररूपेण।